नमस्ते भगिनी। नमस्कार भगिनी। शुभविजयदशमी सर्वेभ्यः। भगिन्यो नमस्कारः, भव्यास्तु। नमस्कारः, लुङ्लकारः इति करपत्रम् अनुवर्तते, कृपया अनुमोदतु। लुङ्लकारः सम्भावने अर्थे भविष्यत्काले प्रयोज वर्तते। लघुलकारविधायकपूर्वं वयं विधिलिङ्गसूत्रम् एकं पठिष्यामः। सूत्रमत्र हेतुहेतुभतोर्लिङ्ग् सूत्रं यत्र हेतु कार्यकारणसम्भाव अस्ति चेत् विकल्पेन विधिलिङ्ग् भवति। तदेव तदेव अत्र दर्श्य उदाहरणानि काशिकायां दत्तं दक्षिणेन चेत् यायात् न शकटं पर्यभवे। तदेव अन्य उदाहरणमस्ति कमलकमाहाये न शकटं पर्यां भवेत्। अत्र दक्षिणेन इति हेतुः अस्ति, अपर्याभवनं हेतुः अस्ति। अत्र कमलक आह्वाने तत् अस्ति हेतु पर्याभवनं हेतु कारणं भवति। अत्र दत्तं तदना यत्र विकल्पेन विधिलिङ्ग् भवति लट् लुट् अपि भवति भगिनि। ओके, अन्यसूत्रम् अधुना लुङ्लकारविधायकसूत्राणि लिङ् निमित्ते लुङ् क्रियातिपत्तौ यत्र वाक्ये लिङ् निमित्तं यः हेतुमद्भावः अस्ति भविष्यत्कालार्थे अत्र क्रियातिपत्तौ अत्यनेन क्रिया न भवति, असिद्धं भवति। तत् समये भविष्यत्काले लृङ्लकारः विधीयते नित्यम् इति अहं मन्ये। अत्र काशिकाय उदाग्रे उदाहरणमस्ति दक्षिणे चेत् चेत् आसन्यशकटं पर्यां भविष्यत् यदि कमलक आह्वास्य कमलक आह्वास्यात् न शकटं पर्यां भविष्यत्। अत्र हेतुः अस्ति, क्रियातिपत्ति अस्ति, अतः लृङ्लकार विधीयते इति अधिकारसूत्रमस्ति। सम्पेन अधुना मया अर्थम् अवगतम् अस्ति भूते च इति सूत्रं लिङ्निमित्तम् अस्ति सङ्गे भूतकालार्थे क्रियातिपत्ति अस्ति चेत् लृङ् भवति। अत्र अस्ति इति अधिकारसूत्रं अत्र भूते च अधिकारसूत्रम् अनन्तरम् अतापयोसमर्थयोर्लिक् अन्यदपि योजनीयमासीत्। अत्र तु भूतकालार्थे विकल्पेन न भवति, नित्यं भवति खलु विकल्पेन भूतकाले या भवति, परन्तु अन्य सूत्रं 3341-151 इति सूत्रं वदन्ति अस्ति खलु, इन् भूते च देर् इस् नो विकल्प, भूते च नो विकल्प भगिनि। यथा हेतु तत्र लिङ्निमित्ते लृङ्क्रियातिपत्तौ इत्यस्मिन् तु तत्र वैकल्पिकम् आसीत् खलु, तत्र तु भविष्यत्काले तु भवति तत्र लृट् अपि भवति इति उक्तमासीत् वा, भविष्यत्कालार्थे लृङ् तत्र नित्यं वा, तत्रापि नित्यम् एव खलु लृङ् प्रत्ययः भविष्यत्कालार्थे अपि नित्यमेव भगिनि। अस्तु अस्तु, तर्हि उभयत्रापि नित्यमेव। अस्तु, तदनन्तरं सूत्र धन्यवादः भगिनि। सूर्यकुमारी भगिनी वदति वा भगिनि? भगिनि ओतापयोः तत्र वा आ ओतापयोः ओतापयोः समर्थयोर्लिङ्ग् पूर्वं यावत् आ ओतापयोः इति उक्तं सूत्रात् परः ओतापयोः तत्र वा अपि अस्ति, अतः ओतापयोः समर्थयोर्लिङ्ग् पूर्वं यावत् भूते विकल्पेन एव भवति, लिङ्निमित्ते भूते च धातोः वाल् लुङ् प्रत्ययः परच्च क्रियातिपत्तौ आवतापयोः तत्र ओतापयोः तत्र लिङ्निमित्ते भूते भूते लृङ्लकारः विकल्पेन भवति इति। ओतापयोः इति अधिकारसूत्रमस्ति खलु, इति अधिकारसूत्रमस्ति, तत्र 3341 इति सूत्रमस्ति। अत्र अग्रिमसूत्रं यत् अस्ति उतापयोः समर्थयोर्लिङ् इति आरभ्य भूते नित्यं भवति, सोरि फ्रम् स्टार्टिङ्ग् फ्रम् दिस् अण्टिल् 152 पर्यन्तं तत्र उतापयोः समर्थयोर्लिङ् इति इत्यस्मात् पूर्वं यावत् इत्युक्ते 151 पर्यन्तं भवति खलु अस्य सूत्रस्य प्रसक्तिः। आमाम्, अनेन किं जायते, विकल्पेन विधानं भवति, वा आ उतापयोः इत्यनेन वा इत्यस्य अनुवृत्तिः भवति इति कृत्वा विकल्पेन विधानं भवति, लृङ्गः विधानं। भूते लिङ्निमित्ते लृङ् वा क्रियातिपत्तौ इति आगच्छति, भविष्यत्कालार्थे तु नित्यं विधानं भवति, भूतकालार्थे यत्र लिङ्निमित्तम् अस्ति यत्र भूतकालार्थे अस्ति क्रियातिपतिः अपि अस्ति चेत् लृङ्गः विधानं तत्र विकल्पेन भवति केवलं भूतकालार्थे इति आशयः अस्ति अस्य अधिकारसूत्रस्य आशयः खलु, तावत् अस्ति। गर्हायां लेट् अपि जातुः इति वदतु भगिनि, भगिनी ध्वनिः सम्यक् न श्रूयते भगिनि, क्षम्यतां भगिनि, उच्चैः वदति वा? आम् गर्हाय न श्रूयते केवलं मम मम सङ्गणकक्लेशः अस्ति वा अन्ये शृण्वन्ति वा सम्यक् भगिन्याः ध्वनिं भगिनि श्रोतुं शक्यते वा सूर्यकुमारी भगिन्याः ध्वनिं भङ्ग भवति मध्ये मध्ये मध्ये मध्ये भङ्गः भवति खलु मध्ये मध्ये मणिमहोदय नमस्कारः महोदय भवान् वदतु भवतः ध्वनिः सम्यक् श्रूयते इति पश्य श्रूयते वा इति पश्येम नास्ति खलु न शृणोमि सम्यक् मम पक्षात् किञ्चित् अस्ति वा न भगिनि भवत्या सूर्यकुमारी भगिनी भवती अपि बहिर्गत्वा आगच्छति वा एकवारं सम्यक् न श्रूयते तदर्थमेव अहं स्वीकृत्य अहम् उक्तवती किमर्थम् इत्युक्ते मध्ये भवती किमपि न उक्तवती इति चिन्तयति पुनः आगच्छति भगिनी मणिमहोदय भवान् वदति वा महोदय तत्र गर्हायां लट् अपि जातुः इति अस्तु महोदय गर्हायां लट् अपि जातुः इति सूत्रं वदति गर्हायाम् इति अर्थेन यथा अपि अनन्तरं जातु इति पदः योगेन त्रिषु कालेषु लट् लकारः भवति त्रिषु कालेषु इत्युक्ते सामान्यतया वर्तमानकालते लट् इति सूत्रं वदति वर्तमानकालते परन्तु गर्हायां लटपि जातोः सूत्रस्य अर्थं भवति अत्र त्रिषु कालेषु पूर्वकाले अपि वर्तमानकाले अपि भविष्यत्काले अपि लट् लकारः एव भवति इति अनन्तरम् अन्यसूत्रं वदन् सम्यक् वक्तुमस्ति वा महोदय न महोदय तावदेव अस्ति खलु अत्र किमपि अन्यत् किमपि नास्ति खलु तत्र त्रिषु कालेषु अपि भवति इति कृत्वा भूतकाले वा वर्तमानकाले वा भविष्यत्काले वा भवतु लट्लकारः भवति इति समीचीनम् अस्ति महोदय तदनन्तरं किम् अस्ति अग्रे सरला भगिनी वदति वा भगिनी अग्रिमसूत्रम् विभाषा कथमि लिङ्च् इति अनुवृत्तिः अस्ति गर्हायां लट् अपि धातु इति सूत्रस्य अस्मिन् सूत्रे कथं उपपदे सति यदि लिङ् गर्हाया अर्थे विकल्पेन लिङ् लकार वा लट् लकार इत्यस्य उपयोगः भवति यदि विकल्पेन भवति अत्र कालत्रयलकाराय इत्यस्य लङ् लोङ् लुट् लुट् इति अपि भवन्ति यत्र लिङ् निमित्तम् अस्ति लिङ् निमित्तम् अस्ति क्रियातिपत्ति अस्ति तत्र लिङ् भविष्यकालार्थे नित्यं भवति भूतकालार्थे विकल्पेन भवति इति अस्ति विभाषा तदनन्तरम् अन्यदपि मया वक्तव्यम् आसीत् अस्माभिः वक्तव्यं भवति तत्र गर्हायां लट् अपि जातोः इत्यस्मिन् लिङ् निमित्ते इति अनुवृत्तिः नास्ति इति कृत्वा अत्र तु लृङ् विधानमेव न भवति अस्मिन् सूत्रे लृङ् विधानं नास्ति इत्यस्मिन् लिङ् निमित्ते इति अनुवृत्तिः अस्ति इति कृत्वा अस्ति इति कृत्वा अत्र तु तत्र तत्र भूते तत्र विकल्पेन लृङ् विधानम् इति तादृश अनुवृत्तिः आगच्छति अस्तु धन्यवादः धन्यवादः भगिनि अग्रे सूर्यकुमारी भगिनी आगतवती वा अधुना तत्र वदतु भगिनि शृणुमः शृणोति वा भगिनि किञ्चित् क्ले सम्यक् अस्ति इति मन्ये भगिनि भेदः अस्ति इति भवती वदति वा अत्र किं वृत्ते लिङ् लृटौ इति गर्हायमनन्तरमस्ति वा आं भगिनि तदनन्तरं तत् तस्मात् अपि अग्रिमम् सिद्धान्तिकं विभाषा तदपि ओके किम् आम् किं वृत्ते लिङ् ऋतौ किं वृत्ते इत्युक्ते प्रश्नवाचकः कः कतर कथम् इति तत्र लिङ्लकारः तरहायां किं वृत्ते तरहायां धातोः लिङ् ऋतौ प्रत्ययौ पर च लिङ् निमित्ते भूते च वा ऋङ् क्रियाते तत्र विधिलिङ् भूते भूते च विकल्पेन भवति क्रियातिपत्रं किं वृत्ते किं वृत्तिकरहायाम् अपि अनु ग्रहायां धातु तत्र किं शब्दस्य प्रयोगे यदि गर्हार्थे धातुतः लिङ् लृट् प्रत्ययौ भवतः इति खलु प्रयोगे भूतार्थे वा लिङ् याति विकल्पेनैव भवति तत्र भूत तत्र कथं शब्दः इति शब्दः आसीत् चेत् विकल्पेन भवति लिङ् लट् अत्र तु किं शब्दः अस्ति चेत् गर्हार्थे अत्र तु लिङ् तदनन्तरं लृट् अपि भवति अत्र तु लट् नास्ति लिङ् च लृट् च भवति अस्तु तदनन्तरं लिङ् निमित्ते यत्र क्रियातिपत्तिः अस्ति चेत् तत्र भूतकालार्थे विकल्पेन भवति लृङ् तदनन्तरं भविष्यत्कालार्थे नित्यं भवति इति ध्वनिः सम्यक् न श्रूयते खलु अधुनापि न श्रूयते भगिनि भवती किं वदति इति अहं न जानामि किम् दूरवाणी आगच्छति वा न भगिनि भगिनि तत्र सेट्टिङ्ग्स् गच्छतु केन् गो टु प्रिफरेन्सस् एफ् सि सि प्रिफरेन्सस् आडियो क्लिक् आन् आडियो देर् इस् समथिङ्ग् काल् दस् आटोमेटिकलि अड्जस्ट् लेवल् केन् यु टर्न् इट् आफ् डिसेबल् देट् एफ् सि सि प्रिफरेन्सस् आडियो गतवती वा ऐ हेड् टु टर्न् आफ् दि अगेन् देन् ओन्ली ऐ केन् गो बेक् टु एफ् सि नो नो जस्ट् गो टु विद् विच् एवर् स्क्रीन् यु आर् इन् रैट् यु केन् गो टु द सेटिङ्ग् आडियो प्रिफरेन्सस् आडियो सेटिङ्ग्स् I will do it beginning continue just go to audio there is something called as automatically adjust level and noise reduction yeah come back again can you disable both and yeah, then yeah. Input volume make it maximum okay three things right yeah thank you adjust level disable it noise reduction disable input volume make it maximum just write it on beginning and then you do it okay it's automatically I think it's adjusting levels and we don't hear you okay tarhi puna haruna bagini tatra vadati va bagini shmetam haruna bagini bhavati vadati va bagini am asti bagini on anandha club tamashayo kim vrutte kim vrutte pi am अमर्षयो योः अकिं वृत्ते सूत्रं ददति असम्भावनाया भावना वा असहनाय असहनाय किं शब्द अस्य वृत्ति वृत्तौ आवृत्तौ च समये धातुतः विदलिङ्ग् वा विदलिङ्ग् अण्ड् लोट्लकार भवतः सूत्रं पदद्वयमस्ति अन्वक्लुप्त अमर्ष अन्वक्लुप्ति इति अर्थः असम्भावना अमर्षा इत्येन असहना अत्र किं ते अत्र अक्किं वृत्ते अपि दत्तं सूत्रे अतः किं वृत्ति नास्ति चेदपि कार्यं भवति अमर्ष अमर्ष अर्थमस्ति क्षमा अनवकल्पितसम्भावना वयं पठितवन्तं उक्तवान् उक्तवती असम्भावना अनवकल्पति कल्पति अनवक्लुप्ति अमर्ष इति क्षमा इदं सूत्रं सर्वलकार अपवादः भवति अतः केवलम् अत्र यतो लिङ्ग् चलचकम् सर्वलकार अपवादः यतोहि लिङ्ग् च लुट् च कालसमाने उक्तम् नाम यस्मिन् कस्मिन्नपि काले विवक्षा स्यात् तस्मिन् वत्से विधिलिङ्ग् अथवा लुट् इत्यनेन व्यवहारः भवति अत्र एकं विषयमस्ति द्वन्द्वसमासः अस्ति परन्तु अत्र अल्पाक्षरम् इति न्यायं न सूत्रं न प्रयुज्यते किमस्ति चेत् अत्र सामान्यतया द्वन्द्वसमासे लघु वर्ण पदं पूर्वं भवति तदनन्तरम् अनेक अल्वर्णाः अस्ति द्वितीयपुत्रपदं भवति परन्तु अत्र न सूत्रे अत्र न कृतं केवलम् अतः एतत् सूत्र अनवक्लुप्तिश्च अमर्षश्च तयोः नाम क्षम्यताम् अतः विवरणं सो अनवक्तसूत्रं वदति अनवक्लुप्त अमर्षयोः क्लुप्ति अमर्षयोः किं वृत्ते अपि धातोः लिङ् लुटो प्रत्यय परश्च लिङ् निमित्ते भूते च लुङ् अत्र केवलं लिङ् लुट् लकार विधीयते लुङ् लकारस्य न आवश्यकता नास्ति उदाहरणमस्ति न सम्भवयामि सम्भवयामि सम्भावयामि ऐ डोण्ट् नो ऐ एम् हेविंग् अ प्रॉब्लम् किं भगिनि सम् इति तत्र तिष्ठतु सं भावयामि इति वदति चेत् सरलं भवति. ओ न सम्भावयामि भवान् हरिं निन्देत् निन्देत् इति विदलिङ्ग् रूपम् अस्ति. अत्र उदाहरण अन्य लकार प्रयुज्य वाक्यमस्ति. अहं न भावयामि यत् भवान् हरेः निन्दाम् करोति करिष्यति. अत्र न भवति, केवलं विदलिङ्ग् वा लुट्लकार एव कथनीयं. न सम्भावयामि भवान् हरिं निन्दिष्यति. निन्दिष्यति इति लुट्लकार रूपमस्ति. ततः तत् अत्र सम्भावयामि अत्र लुट्लकार विदलिङ्ग् लुक् प्रयोज्यते. अन्यवद उदाहरण अमर्षये नमर्षये भवान् हरिं निन्देत्. अत्रापि अमर्ष इति पदमस्ति. अतः केवलं विधिलिङ्ग् विधीयते. अन्य अस्ति नमर्षये भवान् हरिं निन्दिष्यति. अत्र निन्दिष्यति लुट्लकाररूपमस्ति. प्रथमवाक्द्वये अस्माभि अर्थः भवति किल. अत्र किम् इति नास्ति, पदं नास्ति. अपि च वाक्यं विदलिङ्ग् रुट्लकार एव भवति. अत्र द्वितीय अमर्ष उदाहरणे आल्सो अपि किं पदं नास्ति. सूत्रं वदति किं वृत्ति अस्ति नास्ति अपि कार्यं भवति इति अर्थान्तम्. अन्य उदाहरणमपि पठामि भगिनि. अग्रे किं वृत्ति वाक्यानि किम् इति ग्राह्यम्. अन्य कः कत्र उत्तम इति अन्तर्भूतमस्ति. किं वृत्ति जनेन अत्र उदाहरणं दत्तं. को हरिं निन्देत्, को हरिं निन्दिष्यति. निन्देत् विदले को हरिं निन्दिष्यति इति लुट्लकारः. कतरो हरिं निन्देत् अत्रापि विदलिङ्ग् अस्ति. कतरो हरिं निन्दिष्यति अत्र लुट्लकाररूपं. कथमो हरिं निन्देत्, कथमो हरिं निन्दिष्यति इति विदलिङ्ग् लुङ्. सिद्धान्तकौमुद्यां लुङ् प्राप्तवान् प्राग्वत् इत्युक्तं यतोहि पूर्वतसूत्रे किं वृत्ते लिङ् लुटौ इत्यस्मिन् यथा तथा एव अत्रापि क्रियातिपत्तौ इति विकल्पेन लुङ् लकार. ओके, सामान्यतया मर्ष सम्भावयामर्ष वयं पठितवन्तः. अत्र सिद्धान्तकौमुद्यां लुङ् प्राग्वत् इति दत्तम्. अतः लुङ् लकार क्रियातिपत्ति अस्ति चेत् लुङ् लकार भवितुम् अर्हति. अत्र नित्यम् इति दत्तम्. तत्र अनन्तरं वयं गते सप्ताहे दृष्टवन्तः खलु, अत्र अत्र अनवक्लुप्ति अमर्षयोः इति विषयसप्तमी अस्ति, किं वृत्तेः इति उपपदसप्तमी अस्ति इति कृत्वा महोदयः तत्र न सम्भावयामि भवान् हरिं निन्देत् इत्यस्मिन् ऐ डोण्ट् हाव् टु यूस् न सम्भावयामि, रैट्? ऐ केन् जस्ट् भवान् हरिं निन्देत् इति अहं पृच्छामि चेत् अपि यत्र मम वाक्ये आश्चर्यस्य तत्र तत्र तत्र प्रज्वलनं भवति तदापि तत्र अस्य सूत्रस्य प्रसक्तिः अस्ति खलु? सरला भगिनि? आं भगिनि, इति अस्ति. तर्हि न सम्भावयामि इति न आवश्यकम् एव, न मर्शयति इति महोदय उक्तवान्. अस्तु, अवगतम्. अपि लिङ्ग् निमित्तौ यत् अस्ति सूत्रे दत्तम् अस्ति, यत्र लिङ्ग् निमित्तम् अस्ति, क्रियातिपथि अस्ति, तत्र लिङ्ग् लकारस्य प्राग्वत् इति भवति, यथा भविष्यकाले लिङ्ग् नित्यभूतकाले भवति. भगिनि गो टु FCC प्रिफरेन्सेस्. Can you go to FCC preferences and turn off the, you know, noise reduction and automatically at this level? I did that, Bhagin. Can you check now? Because sometimes the software upgrades and then it might... I just thought when you were giving instruction to Surya Kumari, I did the same thing, yeah. Okay. I went there. It's better, but still, like, you know, Nadia Madhya to... Okay, I'm going to use my Bluetooth and see whether that makes a difference. Adhuna Samyake Vasti, but it's better actually. It's okay. Okay. So, just Udharanam Asti, Ring Lakaris, Na Sambhavayami Bhavan Hari Padit, Atra Kriyati Pati Iti Udharane साधु अस्ति वा न, पुनः वदतु भगिनि. लिङ्ग् लकार अस्ति न अत्र, सूत्रे दत्तम् अस्ति लिङ्ग् प्राक् वर्तते तत्र किं वृत्ति लिङ्ग् लिटौ इत्यस्मिन् यथा क्रियातिपत्ति अस्ति तद् विकल्पने लिङ्ग् लकार भूतकाले श्रूयते भगिनि, भङ्गः जातः, क्षम्यताम्. इदानीं बहु सम्यक् अस्ति भगिनि. अस्तु, अत्र महोदय उक्तवान् इति यत्र लिङ्ग् लकार अस्ति, उदाहरणमस्ति, न सम्भावयामि भवान् हरिम् अनिन्दिष्यत्, न मर्शये भवान् हरिम् अनिन्दिष्यत्. उपरि यत् परिच्छेदम् अस्ति सिद्धान्तकौमुद्यां लिङ्ग् प्राक्वत् इति उक्तम्. पूर्वतनसूत्रे किं वृत्ते लिङ्ग् लिटौ इत्यस्मात् तथैव अत्रापि क्रियातिपति विकल्पेन लिङ्ग् लकार भविष्यत्काले नित्यं लिङ्ग् लकार भवति भविष्यत्काले भूतकाले विकल्पेन भवति इति. किन्तु उदाहरणं दृष्ट्वा अस्माभिः प्रतीति न आगतं कि क्रियातिपति कुत्र अस्ति, कथम् अस्ति इति. यत्र लृङ् भवति तत्र भवति एव, किन्तु यत्र तत्र लिङ् भवति चेत् तत्र तु क्लेशः जायते एव. महोदयस्य कथं जानीमः अत्र क्रियातिपति अस्ति वा न, कारण कि एकमेव वाक्यं दत्तम् अस्ति, न सम्भावयामि भवान् हरिम् अनिन्दिष्यत्. सम्भावयामि, सत्यम्यता. सो इति महोदय मातृभिः सम्पर्कः कृत्वा अस्माभिः बोधयति वदिष्यति वा वदिष्यति तदेव प्रश्लेषः अत्र सर्वत्रापि यत्र समानवाक्यं भवति भिन्नभिन्न अर्थेषु तत्र भ्रमः जायते सूत्रं पठ अग्रिमसूत्रं पठामः वा किं किलास्त्यर्थेषु मणिमहोदय पठति वा महोदय भवान् पठितुम् इच्छति वा अस्तु महोदय किं क्लास् अर्थेषु लिरिट् सूत्रं भवति सम्भावनायाम् अथवा असाधनायां च इति अर्थेन यदा धातुतः किं किल अथवा अस्ति इति पदयोः योगेन अस्ति चेत् धातुतः लिरिट् भवति इति पूर्वसूत्रमपि तदेव परन्तु किं किल इति प्रश्नः आसीत् अत्र प्रश्नवाचकः परन्तु अत्र इति सूत्रेण किं किल सूत्रेण किं किल इति प्रश्नवाचकः अनन्तरम् अस्ति इति पदम् अस्ति तदेव तदापि लिट्लकारः भवति इति किं किल इत्यस्य अर्थः अस्ति क्रोधार्थे अस्ति अत्र अस्ति समानार्थेन भवति विद्यते चेत् अपि किं किल इत्यस्य लिट्लकारः भवति इति तत्र दत्तम् किमेव वक्तुं न एकवारं पठतु महोदय पठामि असम्भावनायां च असघ्नायां च किं किल इति उपपदं च अस्ति चेत् अस्ति चेत् अस्य अर्थे अनयोः पदयोः उपस्थितौ धातुतः लृट् भवति किं किल इति शब्दः क्रोधार्थे अस्ति इत्यादयः इत्युक्ते अस्ति भवति उद्येते काशिकायाम् अणुवाक्लिप्ति अमस्योरिति वर्तते किं किल शब्दसमुदायः एव उपपदम् अस्ति अर्थ अस्ति क्षम्यतां महोदय अस्ति अर्थ अस्ति भवति उद्यादयः किं किलस्य अर्थेषु उपपदेषु अणुवाक्लिप्ति अमस्योः धातो लिट् प्रत्ययो भवति लिङ्गो अपवादः लिङ्निमित्तम् इह नास्ति नास्ति लिङ्निमित्तम् इह नास्ति तेन लिरिङ्ग् न भवति सिद्धान्तकौमुद्याम् अणुक्लिपि अमर्षयोरे इत एतत् गर्हायां च इति यावत् अनुवर्तते किं किले अपि समुदायः क्रोध क्रोधयोतकः उपपदम् अस्ति अर्थः अस्ति भवति इत्यादयः लिङ्गो अपवादः अत्र लिरिङ्ग् न लिङ्निमित्तस्य अभावे लिरिङ्ग् अवसरः अपि नास्ति अतः यदा गर्हायां लटभि जातोः इत्यस्य स्थले अत्रापि सूत्रं केवलम् अत्र स्थापितम् अनुवृत्त्यर्थम् अतः भूते च भूताभ्योः इत्यनयोः अत्र प्रसक्तिः नास्ति अस्ति अर्थे येषां ते अस्ति अर्थः किं किल च अस्ति अर्थः च येषां त्रयत्र द्वन्द्वः किं क्लास्य अर्थाः येषु किं क्लास्य अर्थेषु किं क्लास्य अर्थेषु सप्तम्यन्तं लिरिट् प्रथमान्तं द्विपदं सूत्रम् अनवक्लिप्ति अमशोर् किम् इति अपि इत्यस्मात् अनवक्लिप्ति अमर्षयोः इत्यस्य अनुवृत्तिः धातोः प्रत्यय परश्च इत्येषाम् अधिकारः अनुवृत्तिसूत्रम् अनवक्लिप्ति अमर्षयोः किं क्लास्य अर्थेषु धातोः लिरिट् प्रत्ययः भवति इति सूत्रं वदति किं किल इति प्रश्नवाचकः अस्ति चेत् अनन्तरम् अस्ति अथवा तस्य अर्थेन अस्ति भवति उदिते एव उपपदमस्ति चेत् धातोः लिट् लकारः भवति इति सूत्रमस्ति. पिम्क्लय् इति सूत्रस्य पदस्य अर्थम् अस्ति क्रोधार्थः. अनप्लित्यमर्षयोः किङ्क्लशब्दस्य समुदायः एव उपपदं. समुदायः किङ्क्ल समुदायः अस्ति चेत् किं वृत्ति अपि एव किङ्क्लशब्दः समुदायः एव उपपदम् अस्ति अत्र दत्तम् इत्युक्ते अत्र किम् इति शब्दः किल इति शब्दः इति नास्ति, समुदायः अस्ति. किं किल इति समुदायः अस्ति, तत्र शब्दस्य उपपदम् इति तत्र उपपदम् अपेक्षते इति पूर्ण उपपदं तत्र किं किल इति अपेक्षितम्. अत्र केवलं किं केवलं किल इति अपेक्षितं नास्ति, पूर्णसमुदायः अपेक्षितः इति. धन्यवादः अनन्तरम् अत्र लिङ्ग् नास्ति, लिङ्ग् निमित्तम् अत्र नास्ति, अतः लिङ्ग् अपि न भवति, अतः उदाप्यो वा उदय च सूत्रम् अपि अत्र न भवति इति. लिङ्ग् लिङ्गन्तं नास्ति, अतः लिङ्ग् अपि नास्ति. उदय च सूत्रं वा उदाप्यो सूत्रं वा अत्र पर प्रसक्तिः एव नास्ति. महोदय किमर्थं किमपि अत्र वक्तव्यं न वदतु महोदय. न महोदय न किं तदेव तावदेव अस्ति खलु. अग्रे पूर्णं पठितवान् वा, परिच्छेदं पठितवान् वा? उदाहरणं न पठितवान् न पठितवान् प्रायः अन्यः पठतु वा, सरला भगिनी पठति वा? अस्तु. सिद्धान्तकौमुद्यां काशिकायां निर्दर्शनं समानप्रकारं प्रकारकं सिद्धान्तकौमुद्यां निर्दर्शनम् अस्ति न श्रद्धे न मर्षये वा किं किल त्वं श्रुदान् न श्रुदाम् अन्नं भोक्ष्यसि अस्ति भवति विद्यते वा श्रुदिं गमिष्यसि इति अस्ति. अत्र सिद्धान्तकौमुद्याम् इति काशिकायाम् इति उदाहरणम् अस्ति, तदस्ति न श्रद्धे न मर्षये. न श्रद्धे इति अन्वक्लृप्ति, नमर्षये इति अमर्षयं, वा किङ्किल उपपदे सति उदाहरणमस्ति त्वं श्रुद अन्नं भोक्षसे इति क्रोधार्थे इति अस्ति. श्रुधाम् अन्नं भोक्षसे अस्ति इति भोक्षसे यत् अस्ति इति इत्यस्य अर्थम् अवगम्यते अस्ति भवति विद्यते वा इत्युक्ते वा श्रुतिं गमिष्यसि इत्युक्ते भवान् श्रुदन् श्रुदस्य अन्नं भोक्षति वा श्रुदेन सह अन्नं भोक्षति इति अर्थम् आगच्छति. तु अस्ति भवति विद्यते इति वर्तमान तस्य विद्यमानत्वम् अस्ति श्रुदस्य अन्नं भोक्षणम् इति. तु अत्र अस्ति भवति विद्यते इति तस्य अर्थं गम्यते भोक्षसे अनेन. तु अत्र केवलं लुट् लकारस्य प्रयोगः एव अस्ति, त्रिषु कालेषु इति अपवादः अस्ति अत्रापि. अग्रे दत्तमस्ति न श्रद्धे किङ्किलं त्वं श्रुधान् भोक्षसे अहं विश्वासं न करोमि सम्भावनां न पश्यामि आशं च न करोमि यत् त्वं श्रुदस्य अन्नं खादसि. तो इदानीं यत् सिद्धान्तकौमुद्याम् उदाहरणमस्ति तस्य पूर्णतया विवरणमस्ति न श्रद्धे किङ्किल. अत्र न श्रद्धे पुनः इति अन्वक्लृप्तिः अस्ति, किङ्किल उपपदसति उपपदमस्ति. सो न श्रद्धे किङ्किलं त्वं श्रुधान् भोक्षसि. भोक्षसि इति लृट् लकारप्रयोगसि भुज् धातुतः, भुजयोगस्यति इति अस्ति. वयं जानीमः भुज् इति अनिट् धातुः अस्ति, अत्र इदागमना अस्ति. तु केवलं भुज् इति उपगन्तलघुपदेशे भोज, तदनन्तरं स्यति चोः कुवनेन ककार भवति, तदनन्तरं भोक् योगस्यसि इति आदेश आदेशप्रत्ययनेन भोक्ष्यसे इति मध्यमपुरुषे से इति सिद्धतिङ् प्रत्यय भोक्ष्यसे इति लिङ्लकार भवति लिट्लकार क्षम्यतां लिङ्लकार भवति अभोक्ष्यसे इति आगच्छति तत्र अभोक्ष्यसे क्षम्यताम् अहं सहनं न करोमि इतोपि यदि श्रद्धे अस्ति अहं विश्वासं न करोमि अन्वक्लिप्ति तस्य विवरणं दत्तमस्ति वा अहं सम्भावना न पश्यामि वा आशं न करोमि यत् त्वं श्रुतस्य अन्नं खादसि तथैव न मृषये किङ्कुलं त्वं श्रुतान् भोक्ष्यसे अहं सहनं न करोमि क्षमां न करोमि एतत् ज्ञात्वा यत् त्वं श्रुतस्य अन्नं खादसि तु अत्र किङ्किल मर्षये इत्ययोः किङ्किलपदम् इति उपपदे सति न पश्यति क्रोधम् अपि आगच्छति अपि आसनं द्वयो योगपदस्थ दत्तमस्ति क्षम्यताम् प्रथमे वाक्ये अन्वकृप्ति इति अर्थमस्ति अपि च क्रोधद्योतक किङ्किल इति शब्द उपपदे अस्ति द्वितीयवाक्ये अमर्ष इति अर्थः अस्ति अपि च क्रोधद्योतक किङ्किल इति शब्द उपपदे अस्ति भुज् धातुतः अन्वक्लिप्ति अन्वक्लिप्त्यमर्षयो किं वृत्ति अपि इत्यनेन लिङ् लिङ् लिट् चेत् इत्ययो लकारयो प्राप्तिः भवति स्म परन्तु एतत् प्रभाद्य किङ्किलास्यचु लिट् इत्यनेन केवलं लिट् लकारस्य प्राप्त्या भोक्ष्यसे इति रूपं भवति इदानीं दत्तमस्ति यत् उदाहरणमस्ति न श्रद्धे किङ्किलब्धं श्रुतान् भोक्ष्यसे अत्र न श्रद्धे अन्वक्लिप्ति सूचयति किङ्किलमिति उपपदे इति उपपदं सूचयति न मर्षये किङ्किलं न मर्षये अमर्षय अपि किङ्किल इति किङ्किल उपपदे सति इति अस्ति इदानीं वयं दृष्टवन्तः पूर्वसूत्रं यत् अस्ति अन्वक्लिप्ति अमर्षयो अकिम्वृत्ति अपि तस्मात् सूत्रात् केवलम् अन्वक्लिप्ति अमर्षयो इति अनुवृत्तिः अस्ति अकिम्वृत्ते इत्यस्य अनुवृत्तिः नास्ति अतः अस्मिन् सूत्रे किं वृत्ति वा लिङ् निमित्तं नास्ति अत्र लिङ्लकारस्य उपयोगे नास्ति किङ्किल अर्थेषु केवलं लिप् लकारस्य प्रयोगः अस्ति भोक्ष्यसे भोक्ष्यसे इत्यस्मात् अपि अस्ति यत् अस्ति किङ्किला अस्ति अत्र अस्ति अस्ति विद्यति भवति इति अर्थः अवगम्यते इत्यस्मात् इति अस्ति अपि किङ्किलास्थेषु लिट् इति अपि सूत्रं यत् वयं दृष्टवन्तः ओ ताप्यो समर्थयो उत्पात्यो समर्थयो इति पूर्वं सूत्रमस्ति 33146 किन्तु अस्मिन् सूत्रे लिङ् निमित्तं नास्ति अतः लिङ्लकारस्य प्रयोगः न आगच्छति इति यथा लिट् गरायां लिट् अपि जातयो अस्ति केवलम् अनुवृत्ति अर्थम् इति सूत्रस्य प्रयोगः अस्ति अग्रे अहं पठामि कोऽन्यपि पठति कर्णभगिनी भवती पठितुम् इच्छति वा भगिनि क्षम्यतां महोदय पूर्वं पृष्टवती वा मां पठितुं पृष्टवती अवगतं क्षम्यतां चिन्ता भवान् पठितवान् खलु भवान् एकं परिच्छेदं पठितवान् खलु न महोदय पठितवान् परन्तु उदाहरणं न पठितवान् परन्तु अहं न अवगतं राश्मि तु पठितु अरुणा भगिनी पठति वा भगिनी अग्रे अस्ति भवते विद्यते वा स्तुद्रीं गमिष्यसि सूत्रे अस्ति तत् अस्ति भवति वर्तते अपि भवितुम् अर्हति किं किल अस्ति अर्थेषु रोट् इति केवलं लुट् नात् लिङ् नात् अत्र वाक्यानि अस्ति त्वं सुद्रीं गमिष्यसि इति अस्ति त्वं सुद्रयाः गमनं करोति तथा अस्ति किं तदपि लिखितं शक्यते भगिनि you can write that way too right it means this but the okay. sentence has to be the grammatical sentence is svam shudrim gamishyati iti asti because etra tatra asti iti prayoge tatra tu lut lakarah iti krutva gamishyati iti lut lakarah bhavati iti ye udaharanam tam shudrim gamishyasi iti bhavati tadeva tvam shudraya shudrayah गमनं करोति तथा भवति किम् इति लेखनीयं तथा भवति किं त्वं सुद्रीं गमिष्यसि इति विद्यते त्वं सुद्रयाः गमनं करोति तथा विद्यते विद्यते किम् एषु त्रिषु वाक्येषु किं खिलात्यर्थेषु लुट् लकारः केवलं लुट् लकारविधान विधानेन गमिष्यति इति पदं भवति इमानि त्रीणि वाक्यानि अस्ति अर्थस्य उदाहरणानि अत्र लुङ् न खलु कालसामान्यमस्ति तत्र त्रिषु अपि कालेषु केवलं लृट्लकारः एव अत्र प्रयुज्यते काल वाचशब्द किं वक्तं भगिनि काल अन्यलकाराणां तत्र विधानमेव न भवति खलु केवलं नित्यं ऋट्लकारः भवति इति कृत्वा भूतकाले वा वाक्यं भवतु भविष्यत्काले वा भवतु वर्तमानकाले वा भवतु केवलं ऋट्लकारः एव भवति अत्र लुङ् न अत्र भविष्यति नित्यं लुङ् भूते वा इति पूर्वोक्तः विधिः न भवति यतोहि एषु वाक्येषु लिङ् निमित्तता नास्ति यत्र लिङ्निमित्तं भवति तत्र एव तत्र तत्र प्राग्वत् इत्यनेन भूते चेति अनुवृत्तिः सर्वं भवति अन्यथा नास्ति अत्र तु नास्ति इति तत्र सम्यक् अस्ति पठनं किन्तु तत्र स्मर्तुं शक्नुमः वा लौकिक तत्र व्यवहारे एतत् सर्वम् अस्माभिः अनुक्रियते वा इति सन्देहः एव स्मर्तुमेव प्रायः न महोदय उक्तवान् केवलम् एक एव उदाहरणम् अस्ति प्रायः वयं कदापि इति न उपयोगं कुर्मः व्यवहारे किन्तु तत्र सूत्रत्रयस्य प्रयोजनमस्ति तत्र अस्माकं तत्र मनसि आकाङ्क्षा हेतुमतो लिङ् इति तु वयं पूर्वं यद्यपि सम्भावनार्थे लिङ् इति पठितवन्तः विधायकसूत्रं न ज्ञातम् अस्माभिः तदनन्तरं लिङ् निमित्ते लृङ् क्रियाति पतवत् तदपि असम्भवार्थे लृङ् विधानम् इति पठितम् अनन्तरं भूते च इति सम्यक् आसीत् अत्र यत्र त्वां श्रुद्रिं गमिष्यति इति त्वम् इति मध्यमपुरुष एकवचनम् अस्ति गमिष्यति इति प्रथमपुरुष एकवचनम् अस्ति अहं भवतां पृष्टव लिखितवान् खलु अहं भवतां पृष्टवती इति कथम् अस्ति इति तत्र प्रायः मन्ये भवत्याः करपत्रे पुरातनकरपत्रं स्यात् यदा भवती स्मारितवती तदा महोदय परिशीलितवान् तत्र नूतनकरपत्र गमिष्यसि इति एव अस्ति अस्तु अस्तु अपि श्रुतयां गमनं करोषि इति भवेत् त्वं श्रुतयां करोषि इति भवेत् सत्यं सत्यम् आम् आम् करोति न करोषि इति सत्यं तदपि स्मारयतु भगिनी महोदय समीचीनं पठितं किन्तु मम तु सर्वनित्यं नित्यं स्मर तत्र स्मृतवती वयं कृतवन्तः लुट्लकारे अपि तत्र तत्र यदा तत्र आदिमभागं किञ्चित् स्मरामि तदनन्तरं तु सर्वं तु विस्मरणं भवति अत्र सर्वे अन्यत् सर्वं गर्हायां लट् अपि जातोः विभाष कथमि लिञ्च कि अकिं वृत्ते लृङ् लिङ् लृटौ अनवक्लृप्यमर्षयोर् अकिं वृत्ते इति, तदनन्तरं किङ्किलास्य अर्षे अर्थेषु लृट्. इतोपि एकमेव सूत्रं महोदय स्थापितवान् अस्ति अत्र, जातयदोर्लिङ् इति. किन्तु वी हाव् टु लर्न् अण्टिल् 151 रैट्? तावत्पर्यन्तं पञ्च वा षट् सूत्राणि भवन्ति एव. विरमामः वा? अस्तु भगिनि, धन्यवादः. नमस्कारः.